सर्वेभ्यो नमः. गतवर्गे वयम् अव्ययम् इति विषये किञ्चित् अभ्यासं कृतवन्तः. तत्र कथां पठित्वा कथायाम् अनेकानि अव्ययानि आसन्. तदनन्तरं वयं कानिचन अव्ययानि स्वीकृत्य तेषां विशेष अभ्यासम् आरम्भं कृतवन्तः. तत्र यदा तदा अपि यथा तथा तद् कृतवन्तः इति मन्ये, अपि यत्र तत्र इति. अस्तु, तर्हि तत्र उमा भगिनी नमस्कारः. सरला भगिनी नमस्कारः. नमस्कार महोदय. नमस्कारः. हा, चिन्ता मास्तु भगिनि, चिन्ता मास्तु भगिनि. हा, उमा मीनाक्षी. हा, उमा मीनाक्षी भगिनी नमस्कारः. नमस्ते. हा, अपि भानुचैतन्य महोदय अस्ति वा इदानीं? हा, इदानीं श्रूयते इति मन्ये महोदय. हा, इदानीं श्रूयते महोदय, इदानीं श्रूयते. सूर्यकुमारी भगिनी नमस्कारः. नमस्कारः. हा, चिन्ता मास्तु भगिनि. हा, अस्तु, तर्हि तत्र अव्ययम् इति इत्युक्ते तत्र तस्य विकारः न भवति, तत्र लिङ्गपरिवर्तनं वा विभक्तिपरिवर्तनं किमपि कुर्मश्चेदपि तत्र अव्ययस्य रूपं तत्र व्ययः व्ययं न प्राप्नोति इति, न व्येति इति जानीमः. तत्र यदा तदा अपि यथा तथा तादृशानि अव्ययानि, तेषाम् एकं नाम अस्ति. कीदृशनाम? तत्र नित्यसम्बद्धानि इति. तत्र नित्यसम्बद्धानि इत्युक्ते किम् इति कोऽपि वदति वा? यथा तथा अपि यदा तदा नित्यरूपं युगलम्. हा, युगलं. तत्र द्वयं, यदा भवति चेत् तदा अपि भवति एव वाक्यम्, अपि यथा अस्ति चेत् तथा अपि भवति एव. यदि वाक्ये यथा अस्ति किन्तु तथा नास्ति चेत् वयं किं कुर्मः? यथा किं किम् अस्ति इति तावदेव वाक्यम् अस्ति चेत् वयं पृच्छामः, अस्तु तादृशं भवति चेत् किं भवति, तथा किम् इति वयं प्रष्टुं शक्नुमः. अतः तत्र नित्यसम्बद्धः सम्बन्धः अस्ति तयोः मध्ये इति कृत्वा नित्यसम्बद्धानि अव्ययानि इति. अस्तु, तर्हि तत्र यदा तदा इति विषये कोऽपि उदाहरणं वदति वा? यदा तदा उपयुज्य वदतु भगिनि, गीताञ्जलि भगिनी वदतु. यदा निरञ्जनमहोदया आगच्छति तदा अस्माकं वर्गः आरम्भं करोति. तस्य तदा अस्माकं वर्गस्य आरम्भः भवति इति. वर्गस्य आरम्भः भवति. क्षम्यतां महोदय. समीचीनं भगिनि, भवति इति. समीचीनं भगिनि. हा, अस्तु. अन्यत् वाक्यं महोदय. यथा अस्माकं चिन्तनं भवति तथा अस्माकं कार्यमपि. हा, यथा अस्माकं, हा, तत्र यथा तथा वा अथवा यदा तदा वा? यथा तथा. अस्तु, हा, यथा अस्माकं चिन्तनं भवति तथा अस्माकं कार्यं भवति. समीचीनं महोदय. यथा भवतः अभीष्टं तथा यथा भवता आदिष्टं. हा, यथा भवता आदिष्टं. हा, तृतीया अस्ति. तथा अहं गृहपाठम् अकरवम्. हा, तथा तत्र तथा मया बहु समीचीनं भवति महोदय. हा, तथा मया, तथा मया गृहपाठः कृतः. कृतः इति भवति, कृतः कृतः कृतः अथवा पूरितः, तथा पूरितः प्रापत्य अस्ति। समीचीनं, कर्मिणी रूपं समीचीनं महोदय। यथा वयं परिश्रमेण पठेम, यदा वयं परिश्रमेण पठेम तदा भाषां सम्यक् अवगच्छेम। यदा बुभुक्षा अस्ति तदा एव खादनीयम्। समीचीनं महोदय। यत्र मधुरं भवति तत्र पिपीलिकाः आगच्छन्ति। वृक्षाः भवन्ति तत्र वातावरणं शीतलं भवति। समीचीनं महोदय, समीचीनं। अन्यानि वाक्यानि कोऽपि वक्तुम् इच्छति वा? कोऽपि अहं वदामि। वदतु भगिनि, सरल भगिनि वदतु भगिनि। यथा तथा वदामि, यथा मनः तथा वाक् वा वाणी, यथा वाणी तथा कर्म, यथा कर्म तथा स्वभाव। समीचीनं भगिनि। यथा माता शृङ्गारं करोति तथा पुत्री अनुवर्तते। यथा भवती गायति तथा अहम् अपि गायामि। समीचीनं भगिनि। यदा शिशुः रोदति तदा माता तस्मै दुग्धं ददाति। यदा बालः पुरस्कारं प्राप्नोति तदा पिता हर्षते। यदा क्रीडा अहं विश्रमति क्रिकेट् तस्य संस्कृतं नाम, यदा क्रीडा दूरदर्शने आयाति तदा सर्वे जनाः दूरदर्शनं पश्यन्ति। समीचीनं भगिनि। अस्तु। यदा धर्मस्य ग्लानि भवति तदा भगवान् अवतरते। समीचीनं भगिनि, धन्यवादः। समीचीनं। अन्य कोऽपि? सूर्यकुमारी भगिनी कोऽपि वाक्यं वक्तुं, किमपि वाक्यं वक्तुम् इच्छति वा, यदा तदा अथवा यथा तथा इति विषये? क्षम्यतां महोदय। अस्तु अस्तु, चिन्ता मास्तु, चिन्ता मास्तु, केवलं पृच्छामि। अस्तु, उमा मीनाक्षी भगिनि, यु टेल् मी विच् वन्, अहं वाक्यं करिष्यामि। अस्तु, एतत् समीचीनमस्ति भगिनि। अस्तु अस्तु अस्तु, तर्हि यदा तदा, यदा अहं चिनोमि तदा भवती वाक्यं रचयति। अस्तु, तत्र प्रथमतया यदा तदा, तर्हि यदा अहं पुस्तकम् उद्घाटयामि तदा एव पठनं भवति। समीचीनं भगिनि। अस्तु, अहं चिन्तितवान् भवती वक्तुमिच्छति यदा अहं पुस्तकस्य उद्घाटनं करोमि तदा एव निद्रा आगच्छति। तत्तु सत्यमेव। अस्तु, क्षम्यतां भगिनि। अन्यत् वाक्यम् अनन्तरं, यदा तदा एव, यथा तथा अथवा यदा तदा द्वितीयवाक्यम् अस्ति चेत् अपि समीचीनमेव। बालकाः यदा शिक्षकः न आगच्छति वर्गे, ओ नो न न, यदा शिक्षकः वर्गे न आगच्छति तदा कोलाहलं कुर्वन्ति। बालकाः कोलाहलं कुर्वन्ति, समीचीनं भगिनि। इतोपि आवश्यकं? यदि भवती कर्तुं इच्छति निश्चयेन करोतु, नो चेत् यदा यथा तथा इति। यथा तथा, यथा लता मङ्गेशकर गायति तथा अहं न शक्नोमि। तदनन्तरं तत्र किमस्ति, गायति इति तत्र तुमुन् रूपं किमस्ति, गायति गातुं, यथा लता मङ्गेश्कर् गातुं शक्नोति तथा अहं न शक्नोमि. ओके, तदेव रीत्या सचिन् तेण्डुल्कर् महोदयस्य अपि वक्तुं शक्नुमः. यथा सचिन् तेण्डुल्कर् क्रिकेट् क्रीडति तथा अन्ये न क्रीडन्ति. अन्ये कोऽपि न क्रीडन्ति. समीचीनं समीचीनं भगिनि. अन्ये केऽपि न क्रीडन्ति. अन्ये केऽपि न क्रीडन्ति. क्षम्यताम्. अनन्तरं क्रीडन्ति. तदनन्तरं यथा तथा एव कण्टिन्यू. अस्तु, नो चेत् यत्र तत्र इति. यत्र तत्र. ओके, यत्र तत्र. यत्र ओ यत्र ओके फैन्. यत्र दानं भवति तत्र भिक्षुकाः वाट् इस् इट् गेदर् टुगेदर् एकत्र एकत्र एकत्र भवन्ति आगच्छन्ति शीघ्रं शीघ्रम् आगच्छन्ति शीघ्रं शीघ्रम् आगच्छन्ति. समीचीनं भगिनि. अस्तु, समीचीनं, धन्यवादः. अन्यत् वाक्यं वदतु भगिनि. यत्र सर्पः निवसति तत्र वाट् इस् इट् भीतिः भवति. तत्र सर्वे भीताः भीताः भवन्ति सन्ति भवन्ति सन्ति अथवा भवन्ति भीताः सन्ति. तत्र तत्र भीताः सन्ति इति तत्र भवन्ति अथवा सन्ति समीचीनम् इति मन्ये भगिनि. पर्हाप्स् भवन्ति इस् बेटर् आप्शन्. यत्र प्रश्नाः सन्ति तत्र उत्तराणि कदाचित् न भवन्ति. सत्यं सत्यं. यत्र प्रश्नः यत्र प्रश्नाः भवन्ति तत्र सर्वदा सर्वदा उत्तराणि सर्वदा उत्तराणि उत्तराणि उत्तराणि न भवन्ति. समीचीनं भगिनि, समीचीनं. बहु सम्यक् अस्ति. अस्तु, गीताञ्जलि भगिनि किमपि वक्तुम् इच्छति वा? गीताञ्जलि भगिनि. यदा वृष्टिः भवति तदा सस्यानि फलन्ति. यत्र यत्र हौ यु से ठिक् महोदय यत्र यत्र निबिडं वनम् आगच्छति. निबिडं वनम् अस्ति अथवा यत्र निबिडं वनम् अस्ति तत्र जनाः भीति तत्र जनाः भीताः भीताः अनुभवन्ति अथवा भयम् अनुभवन्ति भयम् अनुभवन्ति. अस्तु, तत्र निबिडं वनम् अस्ति चेत् तत्र किं सम्यक्तया न दृश्यते इति आम् महोदय. अस्तु, किमपि कारणं तत्र प्रकाशः अल्पम् अस्ति इति प्रकाशः अल्पः अस्ति इति कृत्वा. अस्तु, समीचीनं भगिनि. अस्तु, यथा यथा भवान् संस्कृतभाषां वदति तथा अहं कदापि न शक्नोमि. वाक्यं समीचीनम् अस्ति वा व्याकरणरीत्या, किन्तु सत्यं नास्ति, किन्तु व्याकरणरीत्या समीचीनम् अस्ति. अस्तु अस्तु अस्तु हा. तत्र भगिनि तत्र किं एकः अंशः अस्ति तत्र, यावत् वयं केवलं संस्कृतभाषायाः केवलं पठामः तावत् किं भवति, तावत् तत्र किञ्चित् वर्धते किन्तु बहु किमपि वर्धनं न भवति. किन्तु यदा वयं पाठनम् आरम्भं कुर्मः पाठितुं तदा एव तत्र अन्य कोऽपि किं तत्र वक्तव्यमेव. छात्रः अस्ति चेत् तूष्णीं स्वीकृत्य भवितुम् अर्हति वर्गे, किन्तु यदि वयं पाठनं वर्गे पाठनं कुर्मः तस्मिन् समये किं वयमेव वक्तव्यमस्ति, अतः तत्र आगच्छति तावदेव. न वक्तुम् अवकाशः नास्ति एव. हा सत्यं भगिनि, हा भवती एव इदानीम् आरम्भं. अस्तु महोदय, अस्तु क्लेशः कृतवती खलु भवती अपि पाठयति खलु, अतः पश्यतु भवती एव पश्यतु तत्र पाठनसमये एव अस्तु एतत् वक्तव्यम् एतत् वक्तव्यम् एतत् कथम् अहं वदामि इति चिन्तनेन एव भाषा मनसि किं किम् अस्ति तद् तस्य प्रवाहः भवति बहिः. अतः अतः सर्वं पाठनस्य प्रभावः इति, पठनस्य प्रभावः किञ्चित् अस्ति पाठनस्य अपि अस्ति इति. बालचेतनि महोदय, भवान् किमपि उक्तवान्, क्षम्यतां वदतु महोदय. बालचेतनि महोदय इदानीं न श्रूयते. अस्तु अस्तु, यदि सा आगच्छति वदति इति मन्ये. अस्तु, अत्र एकः अंशः अस्ति तत्र, यदा तदा अपि यथा तथा अपि यत्र तत्र त्रय पद तत्र त्रयमपि अस्ति, किन्तु अत्र अवगच्छामः तत्र यदा तदा अपि यत्र तत्र तयोः मध्ये भेदः अस्ति इति सुलभतया जानीमः. किन्तु यदा तदा अपि यथा तथा तयोः मध्ये कः भेदः? यदि कोऽपि वाक्यं स्वीकरोति यथा तथा इति वाक्यम् अस्ति, तत्र यदा तदा इति स्थापयितुं शक्नुमः वा? न. अतः भेदः अस्ति, अतः भेदः अस्ति खलु, अतः भेदः अस्ति. कीदृशभेदः इति सम्यक्तया अवगच्छामः, कः भेदः अस्ति? यदा तदा समय रिलेटेड्, टैम् रिलेटेड्. अस्तु, यथा तथा कथं तत्र भावः अथवा क्वालिटि इति, क्वालिटि अस्ति. अस्तु, गुणः, गुणविषये अस्ति तद्. कीदृशं कीदृशम् इति विषये तत्र वाक्यं भवति, यथा तथा इति विषये. अस्तु, यदा तदा अस्तु अस्तु अस्तु भगिनि, तत्र यदा तदा मध्ये किं भवति? समयस्य क्रमः तत्र समयस्य क्रम अनुसृत्वा एव यदा तदा वाक्यं भवति वा? तत् सत्यं वा सर्वदा? तादृशं वक्तुं शक्नुमः वा? अस्तु, अन्यरीत्या पृच्छामि. तत्र यदा तदा तत्र कारण अपि तस्य कारणेन किमपि भवति कार्यम् इति अत्र अस्ति वा? तत्र कारणकार्यभावः अस्ति वा? सर्वदा भवति वा? सर्वदा भवति वा? सर्वदा नास्ति. अहं चिन्तयामि केवल एक घटनां अपि च द्वितीयघटना. अस्तु, एकस्य अनन्तरम् अन्या घटना इति वा? एका घटनायाः अनन्तरम् अन्या घटना इति भवति इति वा? यदा तदा किन्तु सर्वदा कारण भवति इति तु न. अस्तु, तत्र द्वितीय या क्रिया भवति तस्य सम्बन्ध तत्र कारणसम्बन्ध अस्ति वा इति प्रथमकार्यस्य प्रथम तत्र प्रथमक्रिया अस्ति, तदनन्तरं द्वितीया क्रिया अस्ति. प्रथमक्रियाः अतः अतः अस्तु इति चिन्तनमस्ति चेत् अस्तु, अन्या रीत्या एतदेव पुनः चिन्तयामः. अस्तु, यदि तत्र यदा तदा मध्ये प्रथमक्रिया भवति द्वितीयक्रियायाः कारणम्, अतः एतादृशं वाक्यम् एतादृशपरिवर्तनं कर्तुं शक्नुमः वा? यदा तदा इति वाक्यं स्वीकृत्य तत्र यदा तदा इति स्थाने यदि तर्हि इति स्थापयितुं शक्नुमः वा? सम्भवति किन्तु सर्वदा नास्ति. हा, सर्वदा नास्ति इति न इति वा? अस्तु, तत्र उदाहरणम् अपेक्षितं खलु? कोऽपि तत् उदाहरणमस्ति चेत् किमपि कोऽपि उदाहरणं दातुं शक्नोति वा? मम समीपे नास्ति, किन्तु किन्तु केवलं पृच्छामि तत्र. यदा तदा अपि यथा तथा तयोः मध्ये कः भेदः? अपि यदा तदा अपि यदि तर्हि तयोः मध्ये कः भेदः? यदा तदा तयोः तत्र कार्यकारणसम्बन्धः अस्ति न वा इति. यदा सूर्यः उदेति तदा प्रकाशः भवति. ओके, तत्र यदि तर्हि अपि उपयोगं कर्तुं शक्नुमः. यदि सूर्यमस्ति कार्यमस्ति तर्हि प्रकाशः भवति, प्रकाशस्य कारणम् इति. समीचीनं भगिनि, अस्तु. अस्तु, तत्र अस्तु, एतत् स्वीकर्तुं शक्नुमः. यदा तदा इति वाक्ये कारणं, तदनन्तरं तस्य कार्यं, तद् किं करोति इति, तद् तादृशवाक्यं तु निश्चयेन भवति. एतत् स्वीकर्तुं शक्नुमः. किन्तु यदा तदा केवलं तस्मिन्नेव सन्दर्भे भवति वा, अथवा अन्या रीत्या अपि वाक्यं रचितुं शक्नुमः वा इति प्रश्नः. अन्या रीत्या अपि वाक्यं वक्तुं शक्नुमः यदा तदा. सप्तमी भवति तत्र यदा तदा आगच्छति तत्र अपि प्रतिसप्तमी हा तत्र तत्र कारणकार्यभावः अस्ति वा मेघा गर्जते मेघेन मयूरा नृत्यन्ति तत्र तु कारणकार्यभावः अस्ति हा किन्तु कारणकार्यभावः तदपि यदा तदा वयं वक्तुं शक्नुमः यदा मेघा गर्जन्ति तदा हा हा किन्तु कोऽपि वाक्यम् किमपि वाक्यमस्ति वा यदा तदा उपयुज्य किन्तु तत्र कारणकार्यभावः नास्ति अस्तु चिन्तनीयमस्ति अग्रिमवर्गे कोऽपि अथवा कापि वदतु यदा महोदय यदा कथं वदामः स्प्रिङ्ग् सीज़न् यदा वसन्त ऋतु आगच्छति यदा वसन्त ऋतु समये पुष्पाणि अन्यानि पुष्पाणि भवन्ति विकसन्ति धन्यवादः भगिनी विकसन्ति तदा वने पशवः शिशुः कथं वदामः पुष्पाणि दसि तत्र भ्रमरः नो पशवः पशवः जन्म अस्तु अस्तु अस्तु अस्तु शिशवः शिश तत्र किम् आगच्छन्ति नूतन हा शिशूणां शिशूणां हा पशवः पशवानां पशूणां शिशूणां जननं भवति इति वा जन्मं पशूनां प्रसव भवति किन्तु तत्र कारणं न तत्तु कारणं न केवल द्वयोः कारण एकमेव किन्तु एकं कार्यं प्रथम अस्तु अस्तु अस्तु अस्तु अस्तु भगिनि भवत्याः आशयः कः इति मया इदानीम् अवगन्तव्यं भवती वदति तत्र यदा इति यदा अनन्तरं यत् वाक्यम् अस्ति तस्मिन् वयम् अन्यत् किमपि स्थापितुं शक्नुमः तत्र यत् कारणं नास्ति इति आं महोदय अस्तु अस्तु किन्तु किन्तु तत्र किन्तु अन्यत् भागम् अस्ति तत्तु द्वितीयवाक्यस्य प्रति कारणमेव अस्ति खलु अस्तु महोदय किन्तु अत्र कारणकार्यं सम्बन्धः नास्ति कारणं कार्यसम्बन्धः नास्ति यत्र अत्र वसन्त ऋतुः इति वाक्ये वा अस्तु महोदय न न पुष्पाणि विकसन्ति सत्यं सत्यं सत्यं हा सत्यम् अस्तु किन्तु यदा इति तदनन्तरं यत् वाक्यम् अस्ति वसन्त ऋतुः आगच्छति अपि अन्यत् किमपि अस्ति तत्र किन्तु दीर्घवाक्यं भवतु किन्तु तस्मिन् अन्तर्भूतं भागं तु अस्ति खलु वाक्यं तत् यत् कारणम् अस्ति न महोदय कारणं यदि वयं ऋतु वसन्त ऋतु न वदामश्चेत् केवलम् इति वदामः यदा अनेकानि पुष्पाणि वने भवन्ति तदा शिशवः प्रसवः शिशूणां प्रसवः शिशूनां प्रसव अथवा पशूनां पशूनां शिशवः प्रसवन्ति प्रसवन्ति इति समीचीनं महोदय पशूनां न प्रसवः पशुः पशु पशवः दे गिव् बर्त् न न न सत्यं सत्यं तत्र किन्तु षष्टि बहुवचनम् इति चिन्तितम् इति मन्ये भगिन्या No, not necessary, na? Karta eva, na? Astu, astu. Pashavaha, astu. Prasavanti. Prasavanti va prasu, prasutam bhavanti, I don't know. Prasutam, astu, astu, astu. Ha, ha, ha. Prasutam bhavanti. Atra mahodaya karana nasti. Kintu, astu. Pushpani bhavanti, kintu te karana nasti. अस्तु किन्तु किमपि अस्तु भगिनि अस्तु वाक्यं भवत्याः वाक्यम् अस्ति किन्तु तत्र यदि तत्र यदा इति उक्त्वा किमपि वदामः तदनन्तरं तदा इति उक्त्वा अन्यत् किमपि वदामः तत् समीचीनं वाक्यं भवति वा अहमिति मन्ये महोदय तत्र कोऽपि सम्बन्धः अपेक्षितः वा अथवा न अपेक्षितः यदा तदा इति वाक्यं सम्बन्धः अस्ति महोदय द्वयोः कारण एकमेव द्वयोः कारण एकमेव बोथ् आर् असोसियेटेड् वित् द सेम् रीज़न् अस्तु तत्र भवती वक्तुं अतः तत्र किञ्चित् क्लेशः अस्ति इति मन्ये भगिनि तत्र तत्र यदा तदा इति तत्र यदा एकं भवति तदा अन्यत् भवति खलु अस्तु भगिनि अस्तु अस्तु अस्तु किन्तु समीचीनमेव किन्तु तत्र प्रायशः तदेव उदाहरणं किञ्चित् अन्यरीत्या वक्तव्यं चिन्तनीयम् इति मन्ये तत्र सम्बन्धः भवेत् सम्बन्धः भवेत् खलु तत्र साधारणतया वयं संस्कृतभाषायाम् इति न वदामः इति तत्र किञ्चित् अन्ये प्रायशः तदेव उदाहरणम् अथवा अन्यत् किमपि उदाहरणं प्रदर्शयति इति मन्ये तत्र सर्वदा कारणकार्यभावः न अपेक्षितम् इति तदेव मम चिन्तनम् अपि इदानीं तत्र प्रायशः सर्वदा कार्यकारणभावः नास्ति किन्तु तादृशं वाक्यं यदि पश्यामः शृण्मः सम्यक्तया अवगच्छामः खलु अतः प्रश्नः मया उद्घाटितः चिन्तनं कुर्वन्तु तत्र यदा तदा अपि यदि तर्हि तयोः मध्ये कः भेदः इति अस्तु तर्हि इदानीम् अग्रे गच्छामः तत्र किं वयं प्रायशः 115 ओ अहं सम्यक्तया न अस्तु अहं सम्यक्तया प्रायशः न लिखितवान् तत्र ईमेल् द्वारा किन्तु इदानीं किं पेज् 162 मध्ये 162 इति आरम्भं करणीयं खलु अस्तु भगिनि सरला भगिनी भवती वदति वा तत्र श्लोकः तत्र अस्ति तत् पठति वा किन्तु निश्चयेन न उपरि यत्र नार्यस्तु उपरि अस्तु उपरि यत्र नार्यस्तु पूजयन्ते रमन्ते तत्र देवताः यत्र एताः तु तत्र सन्धि अस्ति न पूज्यन्ते सर्वाः तत्र अफला क्रियाः इति यत्र नार्यः इति नारीशब्दस्य बहुवचने इकारान्त बहुवचनं पदम् अस्ति नार्यः तु तत्र नारी नार्यौ नार्यः तत्र सन्धि आगत्य सकार आगच्छति. नार्यः तु पूज्यन्ते रमन्ते तत्र देवताः. सो देवता तत्र सन्ति यत्र नार्यः तेषां पूजां कुर्वन्ति. यत्र एताः तु न पूजन्ति, यत्र नार्यः न पूजन्ते तस्य देवतानां पूजां न कुर्वन्ति सर्वाः तत्र अफला क्रिया. तत्र जो कापि क्रिया यदि भवति सा अफला भवति, तस्य फलं न प्राप्नोति कोऽपि. हा भगिनि, तत्र हा बहु समीचीनमस्ति भगिनि, सम्यक् एव. तत्र यत्र तत्र इति सम्बन्धः अस्ति. हा तत्र तत्र प्रथमवाक्यं पश्यामः. तत्र यत्र नार्यः तु पूज्यन्ते इति, तत् कीदृशवाक्यं भगिनि? तत् कर्तृ वा कर्मणि वा? कर्तरि अस्ति. पूज्यन्ते अत्र पूज्यन्ते इति आत्मनेपदे अस्ति. हा किन्तु तत्र अतः तत्र तस्य भागस्य अर्थः कः? नार्यः पूजां कुर्वन्ति अथवा तेषां तासां देवतानां पूजां कुर्वन्ति इति तस्य अर्थः भवति. यत्र नार्यः तु पूज्यन्ते, तत्र अधोभागे लिखितमस्ति खलु भगिनि, तत् एकवारं. यत्र महिलानां गौरवं भवति तत्र देवाः सन्तोषेण तिष्ठन्ति. हा अतः इदानीं प्रथमभागस्य कः अर्थः इति भगिनी चिन्तयति? यत्र नार्यस्तु पूज्यन्ते, देवतानां पूजां कुर्वन्ति. न देवतानाम् इति नास्ति भगिनि. भवान् चिन्तयति इति कर्मणि पदे अस्ति पूज्यन्ते. तत्र अस्तु एतत् कुर्मः भगिनि. तत्र देवताः रमन्ते इति अस्ति खलु, तद् एकभागमस्ति. तत्र अनन्तरं देवताः, तत्र देवताः रमन्ते. इदानीं प्रश्नः अस्ति कुत्र, उत्तरं भवति यत्र. यत्र किमपि भवति तत्र देवताः रमन्ते. इदानीं यत्र, तत्र पूज्यन्ते, नार्यः तु पूज्यन्ते इति वयं चिन्तितवन्तः. तत्र नार्यः पूज्यन्ते इति पूजां कुर्वन्ति इति न, किन्तु तासां गौरवं भवति इति एव. तत्र यत्र महिलानां गौरवं भवति, यत्र यस्मिन् देशे महिलानां गौरवः भवति तस्मिन् देशे देवताः अथवा देवाः सन्तोषेण तिष्ठन्ति, रमन्ते इति. रमन्ते इत्युक्ते सन्तोषेण तिष्ठन्ति इति. किन्तु अतः अत्र नार्यः शब्दस्य विभक्ति किम्? बहुवचनं तु अस्ति, नार्यो नार्यः, परन्तु यदा नार्यः पूज्यन्ते ते एव पूजां कुर्वन्ति, परन्तु यदा अन्ये जनाः पूज्यन्ते नारीणां. महोदय, यदि कर्मणि पदे अस्ति नार्यः द्वितीयविभक्ति आगन्तव्यं न? यदि पूज्यन्ते कर्मणि पदे भवति तदा नार्यः तस्य तृतीया भक्ति भवति नारीशब्दस्य. तत्र प्रथमा विभक्तिः अस्ति. महोदय, यदा नारी शब्दः कर्तृपदं नास्ति, कर्मणि कर्मपदम् अस्ति, तदा नारीः भविष्यति. किन्तु तत् कर्तृप्रयोगे एतत् कर्त्री न इति मन्ये. यदा कर्मणि तत्र पूज्यन्ते, तृतीया भवितव्यं न कर्तृपदं तृतीयविभक्तौ भवितव्यम्. एतत् नार्यः तृतीयविभक्तौ अस्ति वा? नास्ति, कर्तृपदं नास्ति. अतः कर्तृपदं नास्ति, कर्तृपदं नास्ति. कथम् इदानीं पूज्यन्ते क्रियापदस्य कर्तृपदः कर्तृकः, तद् न दत्तम्. दत्तम् अस्ति महोदय. किं मम चिन्तनम् एवम् अस्ति, यदा नारी इत्युक्ते महिला पूजां करोति, देवता प्रसन्नः भवति. तद् अङ्गीकरोमि, तद् सत्यमेव. किन्तु तद् सत्यमेव, किन्तु अस्य वाक्यस्य अर्थः सः नास्ति. यदा सः नास्ति तदा नारीशब्दस्य तृतीया विभक्ति भवितव्यम्. किन्तु तत्र अस्तु अस्तु मम चिन्तनम् अत्र अस्ति. एकमस्ति प्रायशः कर्मणि, अथवा अन्या भवति तत्र किं नारी नद्या, नारी इति नदी शब्दवत् अस्ति, नार्याः इति. नार्यः इति एव अस्ति, नार्यः इति अस्ति, नार्याः इति नास्ति. तत्र महोदय नार्योः नार्यः. सत्यं भगिनि, अस्तु. यः यत्र नार्यः तु पूज्यन्ते रमन्ते तत्र देवताः. मम चिन्तनं वदतु भगिनि. यत्र नार्यः यत्र नार्यः तु पूज्यन्ते इत्युक्ते किम्? इत्युक्ते किं तदेव सः एव विषयः. पूज्यन्ते रमन्ते तत्र देवताः इत्युक्ते किं भगिनि? इत्युक्ते किं जनाः नार्यं तस्य महोदय द्वितीयं वाक्यं पश्यतु. तत्र यत्र ताः न पूज्यन्ते, ताः तु प्रथमा एव. अस्तु भगिनि, अस्तु इदानीं तत्र अस्तु अस्तु अस्तु अस्माकं प्रश्नः कः? तत्र महिला पूजयति इति एकम्, अथवा महिलायाः गौरवं, महिलायाः गौरवं भवति इति. महिला देवं पूजयति इति अन्या तद् अन्यत् विषयम्. सत्यं. अत्र अस्ति पूज्यन्ते, तत्र तत्र अर्थः दत्तमस्ति खलु. तत्र वाक्यम् अर्थे तु भिन्नं न लोकस्य अर्थः एव दत्तमस्ति खलु, अन्यत् किमपि विषयं न दत्तमस्ति खलु. देवता न तादृश अर्थः नास्ति भगिनि, तादृश अर्थः नास्ति. न सूर्यकुमारी भगिनि, तादृश अर्थः नास्ति. सर्वेपि देवं पूजयन्ति, तत्तु तत्र कोऽपि संशयः नास्ति. किन्तु तत्र भारतवर्षस्य एकः विशेषः अस्ति अस्मिन् काले अस्ति न वा इति तत्र बहु किमपि चिन्तनं करणीयम् अस्ति. किन्तु हा किन्तु तत्र महिलानां गौरवं भवेत्. तत्र केवलं महिला एव पूजं करणीयं, पुरुषः न इति तादृश न वक्तुम् इच्छामि. सर्वे अपि देवस्य देवस्य पूजां कुर्वन्ति एव, करणीयम् अपि. तत्र कोऽपि संशयः नास्ति. किन्तु किन्तु अत्र अस्ति विषयः. तत्र अहं यत्र नार्यैः जनैः नार्यस्तु पूज्यन्ति रमन्ति अत्र देवताः, यत्र जनैः ताः तु न पूज्यन्ते सर्वत्र तत्र सर्वाः तत्र प्रश्नमेकमस्ति. हा प्रश्नः पृच्छतु भगिनि. पूज्यन्ते क्रियापदं चिन्तयामि, कर्मणि प्रयोगं वा कर्तरि प्रयोगं? कर्तरि प्रयोगं किं? पूजन्ति इति मन्ये. पूजयति ओके. पूजयति पूजयते. अतः यदा अहं वाक्यं करोमि पूजयते वा पूजयति? द्वयमपि भवति. अतः जनाः नारीः पूजयन्ति, अस्माकं कर्तरिप्रयोगवाक्यं भवति चेत् कर्मणि प्रयोगे जनैः पूज्यन्ते नार्यः पूज्यन्ते इति भवितुं कदाचित् शक्यते? कदाचित् न, सः एव अत्र भवति, सः एव अत्र अस्ति, दत्तमस्ति. अतः तत्र विषयः अस्ति, तत्र महिलानां गौरवं भवेत् अस्मिन् देशे इति. ओके, खलु एषः श्लोकः कस्मात् श्रुतिवाक्यम् इति मन्ये, किन्तु तत्र कस्मात् उपनिषद् वाक्यं वा तद् अहं न जानामि. रघुपतिमहोदय जानाति वा? न जानामि महोदय. किन्तु एतत् श्रुतिवाक्यम् इति मन्ये महोदय. किन्तु महोदय, यदि प्रथमविभक्ति बहुवचन अस्ति नार्यः, तथा नार्यः इति कर्ता नास्ति भगिनि, कर्मणि प्रयोगे अस्ति. कर्मणि प्रयोगः अस्ति अत्र, पूज्यन्ते इति कर्मणि प्रयोगे. कर्मणि तृतीया न महोदय, सत्यं भगिनि, सत्यं. तत्र मया वृक्षः दृष्टः. तत्र वृक्षः इति अहं वृक्षं पश्यामि, मया वृक्षः दृश्यते. अत्र जनैः नार्यः तु पूज्यन्ते रमन्ते, तत्र रमन्ते देवताः इति. अस्तु महोदय, अधुना स्पष्टम् इति. सरला भगिनि, किं महोदय? मनस्पत्यौ अस्ति. हा इति वा? अस्तु अस्तु, 3.56. अस्तु, धन्यवादः महोदय. भो भवान् कथम् अन्वेषणं कृतवान् एतत्? गूगल् गुरु अस्ति अस्तु अस्तु धन्यवादः महोदय. अस्तु मनुस्मृतिवाक्यमस्ति. अस्तु अस्तु स्मृतिवाक्यमेव अस्ति, श्रुतिवाक्यं नास्ति. अस्तु किमपि अस्तु. हा समीचीनमेव. अतः तत्र पूज्यन्ते इति कर्मणि रूपम्. अतः यत्र नार्यः पूज्यन्ते तेषां गौरवं भवति, तत्र देवताः सन्तोषेण तिष्ठन्ति अथवा ते तत्र रमन्ते. अपि द्वितीयभागं किमस्ति, यत्र महिलानां गौरवं न भवति तत्र सर्वाः क्रियाः विफलाः भवन्ति. यत्रै महोदय, अत्र यत्रै कुत्र भगिनि? यत्र यत्र एताः तु न पूज्यन्ते एताः सर्वाः अत्र सर्वाः तत्र सर्वाः तत्र अफलाः क्रियाः. बहु महत्वपूर्णं गम्भीरं वाक्यं खलु. हा सुन्दरमपि भगिनि. हा सर्वैः ज्ञातव्यम् एतत् खलु. किं भगिनि? मम पिता वारं वारम् इति श्लोकं वदति इति वा भगिनि? अस्तु समीचीनं. हा अस्तु अस्तु भगिनि. हा बहु गम्भीरम् अपि ज्ञातव्यमेव एतद् वाक्यम्. अस्तु अग्रे गच्छामः वा? सर्वे स्वीकुर्वन्ति वा अर्थः समीचीनं समीचीनः इति? हा तत्र केव पुरुषाः पूजा न करणीयम् इति किमपि वाक्यं नास्ति तत्र. ते अपि देव सर्वे देवानां पूजनं करणीयमेव. हा अस्तु अग्रे गच्छामः. सरला भगिनी पठितवती, तत्र अग्रे सूर्यकुमारी भगिनी पठति वा? एतान् श्लोकान् परिशीलयत. परिशीलयत सत्यं भगिनि. पेज् 162 महोदय, पेज् 162. हा तत्र उपरि एव श्लोकः अस्ति यत्र नार्यस्तु इति. यत्र परमते चित्तं निरुद्धं योगसेवया यत्र चैवात्मनात्मानं पश्यन् आत्मानि तुष्यति. यत्र यत्र परमते यत्र चैवात्मा आत्मनात्मानं पश्यन् आत्मनि तुष्यति. आत्मनि तुष्यति. तत्र बालचेतिनी महोदय आसीत् चेत् सः सम्यक्तया पठति. अस्तु अग्रिममपि पठतु भगिनि. सुखमात्यान्तिकं यत् बुद्धिग्राह्यमतीन्द्रियम् यत्र न चैवायं स्थिरश्चलति तत्त्वतः तत्र दट् श्लोक इस् नाट् स्थिरश्चलति, इट् इस् स्थितश्चलति. स्थितश्चलति सत्यं भगिनि. हा सत्यं. हा तत्र मुद्रणदोषः अस्ति. सत्यं भगिनि. हा स्थितः चलति तत्त्वतः इति. हा सत्यम्. अस्तु तत्र तत्र यत्र तत्र इति तादृशवाक्यम् इति अवगन्तुं शक्नुमः खलु. तत्र किन्तु तत्र प्रथमश्लोके तत्र इति अस्ति वा? तत्र केवलं यत्र यत्र द्विवारम् अस्ति. तत्र इति नास्ति इति मन्ये. तत्र अस्तु, तत्र कोऽपि अर्थः वक्तुम् इच्छति वा तत्र श्लोकस्य अर्थः कः इति? अस्तु, तर्हि सर्वे पश्यन्तु तत्र भगवद्गीतायां कः अर्थः इति. अग्रे गच्छामः. तत्र प्रायशः गम्भीर अर्थः एव भवति इति मन्ये. अस्तु, तत्र अस्माकं विषयः इदानीम् अस्ति यत्र तत्र इति उपयुज्य कुर्मः, कर्तुं शक्नुमः भगिनि. किन्तु तत्र यदि अर्थः न, तस्य अवगमनं न भवति चेत् कः लाभः इति चिन्तयित्वा. किन्तु तत्र तत्र किम् अस्ति कर्तुं शक्नुमः, कुर्मः. अस्तु भगिनि, तत्र प्रथमश्लोके किम् अस्ति? यत्र उपरमते यत्र न, किन्तु यत्र उपरमते. यत्र उपचित्तं निरुद्धं योगसेवया. अस्तु, तत्र पश्यामः तत्र कुत्र स्मः. योगसेवया निरुद्धं चित्तं यत्र उपरमते. योगसेवया बै पर्फार्मेन्स् आफ् योग निरुद्धं रिस्ट्रेन् फ्रम् म्याटर् चित्तं मेण्टल् एक्टिविटीस् चित्तं यत्र उपरमते विच् वेन् फील्स् ट्रान्सेण्डल् हेपिनेस् च यत् आल्सो यत्र आत्मना आत्मानं पश्यन् आत्मनि एव तुष्यति. अग्रे अस्ति, अहं चिन्तयामि अग्रे अस्ति तुष्यति. तत्र सुखम् आत्यन्तिकं यत् तत् बुद्धिग्राह्यं वेत्ति यत्र न च एव अयं स्थितः चलति तत्त्वतः. बहु किमपि अस्ति तत्र. तत्र बहु किमपि तत्र 20 अपि 21 तत्र योगाभ्यासेन इन्द्रियां वदतु भगिनि. योगाभ्यासेन इन्द्रियाणि निग्रहं भवति, निरुद्धम् इति भवति इन्द्रियाणां निग्रहं. चित्तम् एकवस्थायां भवति तत्र यत्र यः पुरुषः आत्मना स्वयम् आत्मनम् एव अन्तरात्मनं स्वयं पश्यति तत्र सः शान्तिम् असन्तोषं प्राप्नोति. अग्रे आगच्छति सुखमान्त्यन्तिकं यत् यत् यत् तत् बुद्धिग्राह्यम् अति इन्द्रियं वेत्ति यत् न च एव अयं स्थितिः चलति तत्त्वतः. सः इन्द्रिया तस्य सुखम् इन्द्रियाणां निर्भरं नास्ति, कारणं कि स इन्द्रियाणां निग्रहं कृत्वा शुद्धं तस्य मन शुद्धं भवति. अत्र सूक्ष्म बुद्धिः अपि सूक्ष्म जायते. इदानीं तस्य आनन्दस्य कोऽपि पारं न भवति, अतीत आनन्दः भवति तस्य अनुभवस्य. When the mind is restrained by the practice of yoga attains to quietude, and when seeing the self by the self, he is satisfied in his whole self. That is the 20th agrimam asti. When the yogi feels that infinite bliss which can be grasped by the pure intellect and which transcends the senses and established wherein he never moves from reality. अस्तु धन्यवादः महोदय. धन्यवादः पुनः वदतु. When the yogi feels that infinite bliss which can be grasped by the pure intellect and which transcends the senses and established wherein he never moves from reality. Maybe we need to understand, read all the shlokas, I think, to understand the full entire chapter. Satyam. Atmanehi, Atmanehi, Atma, Dushta Bhavati. Haan, tatra, Atma, Atmanam, Pashyan, Atmani, Tushyati. बहु सुन्दरम् अस्ति तत्र. When the mind restrained by the practice of yoga, it attains to quietude, and when seeing the self by the self, he is satisfied in his own self. बहु सुन्दरम् अस्ति. तत्र यत्र तत्र इति रूपम् अस्ति वा महोदय महोदय भगिनी? यत्र एव अस्ति तत्र. अतः मम प्रश्नः अस्ति तत्र इति अनन्तरं किं भवति? तत्र आत्मनि भवति. अत्र आत्मनि यत्र तत्र सः आत्मनि आत्मना तदेव तत्र अनन्तरं भवति इति वा? अस्तु अस्तु भगिनि, धन्यवादः. अस्तु हा, समीचीनं. हा, बहु सुन्दरम् अस्ति. तत्रापि सुखम् अतीतमस्ति. किं भगिनि? यत् तत् अस्ति तत्र. यत् तत् अस्ति, किन्तु यत्र तत्र नास्ति तत्र. अस्तु, अग्रे पठति वा भगिनि सूर्यकुमारी भगिनि? यत्र आधुनिकविचाराः सन्ति तत्र अपि भगवद्गीता प्रसक्ता अस्ति. हा, प्रसक्ता अस्ति इत्युक्ते भगवद्गीता प्रसक्तिः, तस्य प्रभावः, तस्याः प्रभावः प्रभावः तस्याः प्रभावः तत्रापि केवलं पुरातनविचारेषु केवलं न, किन्तु आधुनिकविचारेषु अपि भगवद्गीतायाः प्रभावः अस्ति इति. हा, समीचीनं. हा, अग्रे उमा मीनाक्षी भगिनी पठति वा? हा, ओके. यत्र समस्याः सन्ति तत्र गीता परिहारं किं भवति? परिहारः वा परिहारम्? ऐ थिङ्क्. हा, किमर्थं? द्वितीय निर्दिशति, गीता निर्दिशति. गीता किं निर्दिशति? परिहारं निर्दिशति. समीचीनं भगिनि. हा, समीचीनं. हा, यत्र समस्याः सन्ति तत्र भगवद्गीता परिहारं निर्दिशति. हा, समीचीनं भगिनि. अग्रिमं वाक्यं भवति. हा, उत्तरं ददाति इति. हा, अग्रिमवाक्यं भगिनि. यत्र प्रबन्धतज्ञाः मिलन्ति तत्र अपि गीताविषये चर्चा भवति. प्रबन्धतज्ञाः इत्युक्ते प्रबन्धतज्ञः पण्डिताः इति प्रायशः विद्वांसः. तज्ञ इति एकं पदं महोदय, तज्ञ तज्ञः इति प्रायशः तज्ञः इति भवति किमपि एक्स्पर्ट् जानाति इति कृत्वा तज्ञः इति प्रायः प्रबन्धं जानाति इति कृत्वा प्रबन्धं निर्मातुं शक्नोति अथवा प्रबन्धस्य विषये बहु किमपि जानाति इति प्रबन्धतज्ञः इति तादृशरूपं इति सत्यं भगिनि तादृशरूपम् अस्ति तत्र. अस्तु अग्रे भगिनी मम भगिनी एव यत्र भगवद्गीता भगवद्गीता पठनं भवति तत्र शान्तिः भवति. तत्र भगवद्गीता पठनम् इति तत्र तत्र विभज्य वदामश्चेत् किं भवति तत्र भगवद्गीतायाः पठनं? समीचीनं भगिनि. भगवद्गीतायाः पठनं यत्र भवति तत्र शान्तिः भवति. समीचीनं समीचीनं भगिनि. इदानीं गीताञ्जलि भगिनी अग्रे पठति वा? आं महोदय. यत्र जिज्ञासवः सन्ति तत्र भगवद्गीता भवति. तत्र जिज्ञासवः इति वचनं किम्? जिज्ञासी आसीत् चेत् हरिः हरि हरयः जिज्ञासुः अस्ति. जिज्ञासुः इति प्रथमा विभक्ति. जिज्ञासुः जिज्ञासु जिज्ञासवः प्रथमा विभक्ति एक बहुवचनं. तत्र किञ्चित् तत्र वक्तव्यमस्ति. तत्र जिज्ञासवः इति जिज्ञासु इत्युक्ते किम्? समीचीनं समीचीनम् अस्तु. तत्र तत्र जिज्ञासु इति रूपस्य विषये किञ्चित् वक्तुं शक्नुमः. तत्र तत्र किं मुमुक्षुः इति अस्ति. मुमुक्षुः एकमस्ति. मोक्षम् इच्छति इच्छति सः मुमुक्षुः. ज्ञानम् इच्छति इति जिज्ञासुः. युयुत्सवः योद्धुम् इच्छति. अपि शुश्रूषुः जिज्ञासवः न जानामि किन्तु शुश्रूषुः. तत्र शुश्रूषुः तत्र तत्र किमस्ति? यः श्रोतुम् इच्छति यः श्रोतुम् इच्छति सः शुश्रूषुः. किन्तु तद् इदानीं किं भवति? तत्र शुश्रूषुः इति रूढार्थः अस्ति शिष्यः इति. किन्तु योगार्थः अस्ति यः श्रोतुम् इच्छति सः शुश्रूषुः इति. तादृशः तत्र शुश्रूषुः इति तत्र किं तत्र अन्यत् किमपि वक्तुं शक्नुमः? शुश्रूषते इति तस्य भावः सत्यं सत्यं महोदय. तत्र जिज्ञासा इति भावः अस्ति. जिज्ञासोः भावः जिज्ञासा तत्र मुमुक्षोः भावः मुमुक्षा, शुश्रूषोः भावः शुश्रूषा इति. समीचीनं महोदय. हा, भावः अस्ति स्त्रीलिङ्गे, अपि एतत् पदमस्ति पुल्लिङ्गे. हा, अस्तु. श्रोतुम् इच्छति शुश्रूषुः, मोक्षमिच्छति मुमुक्षुः, अपि अत्र गूगल् गुरु महोदय. किन्तु गूगल् मोक्षं न दातुं जानाति भगिनि. ज्ञानमपि तत्र, हा, तस्मिन् विषये बहु किमपि चर्चा अस्ति. तत्र कोऽपि माम् उक्तवती, कापि माम् उक्तवती, तद् वदामि. बहु पूर्वं तत्र किं ज्ञानम् इति, तत्र ज्ञानम् इति नालेज् इति आङ्ग्लभाषायां भवति, किन्तु विस्डम् किम् इति कोऽपि जानाति वा संस्कृतभाषायां किमस्ति? विवेकः इति. समीचीनम् अस्ति भगिनि, अस्तु, तत् स्वीकुर्मः. बहुपूर्वम् आसीत् विवेकः, तदनन्तरं केवलं ज्ञानम् आसीत्, इदानीं केवलं डेटा अस्ति इति. तत्र बहु किमपि अस्ति, किन्तु तस्य रूपः, रूपं किं, कः सम्बन्धः, एतत् किमपि न जानीमः. केवलम् एषः विषयः अस्ति, अन्यः विषयः अस्ति, अन्यः विषयः अस्ति इति चिन्तनं भवति, किन्तु तस्य ग्राण्ड् विजन् यत् आङ्ग्लभाषां वदन्ति तादृशः इदानीं. हा, ऋषेः, ऋषिः यादृशं चिन्तयति तादृशम् अस्माकं चिन्तनं नास्ति इति. हा, तावदेव. अस्तु, अतः तत्र जिज्ञासुः इति विषये किञ्चित् चर्चितवन्तः. समीचीनम्, अस्तु, अग्रे. गूगल् अस्ति इति चिन्तयित्वा. हा, सत्यं महोदय, सत्यं महोदय, हा, सत्यमेव. हा, अस्तु, अग्रे रघुपतिमहोदय, भवान् एव पठति वा अग्रे? कुरुक्षेत्रे यत्र गीतोपदेशः प्रवृत्तः तत्र प्रदर्शिनी आयोजिता अस्ति. हा, यत्र गीतोपदेशः प्रवृत्तः तत्र प्रदर्शिनी आयोजिता अस्ति. अत्र कर्मणि प्रवृत्तः. सत्यं, सत्यं महोदय. प्रवृत्तः, हा, कुरुक्षेत्रे यत्र गीतोपदेशः प्रवृत्तः तत्र प्रदर्शिनी आयोजिता अस्ति. हा, तत्र मयापि दृष्टं, तत्र एकः वृक्षः अस्ति अपि तस्मिन् स्थले, तत्र प्रदर्शिनी अस्ति. अस्मिन् एव स्थले, स्थाने गीतोपदेशः अभवत् इति. तत्र कुरुक्षेत्रे. अस्तु, अस्तु, अग्रे. रघुपतिमहोदय, भवान् पठति अग्रे. यत्र भारतयुद्धम् अभवत् तत्र गवेषकाः खननं कुर्वन्ति. आर्कियोलजिस्ट्, गवेषकाः इत्युक्ते आर्कियोलजिस्ट्, खननं कुर्वन्ति यत्र भारतयुद्ध महाकुरुक्षेत्रे खननं कुर्वन्ति. अग्रे महोदय. यत्र विचारमथनं प्रचलति तत्र तत्त्वबोधः जायते. डिबेट्, विचारमथनं, मननं, मथनं, डिबेट् भवति अथवा चर्चा भवति, तत्र तत्त्वबोधः जायते. तत्र तत्र सम्यक् यत् अस्ति तत्र तत्त्वं वयम् अवगन्तुं शक्नुमः इति. यस्य विचारः, तस्य सारः, सारः तत्र अवगम्यं शक्नुमः, अवगन्तुं शक्नुमः. समीचीनं महोदय, अस्तु, अग्रे. तत्र सम्भाषणः अस्ति तत्र, किन्तु निश्चयेन प्रायशः इति तत्र. महोदय, गवेषकाः इत्युक्ते आर्कियोलजिस्ट् इति उक्तम् इति मन्ये, खलु महोदय? खननं खननं डिगिङ्ग् इति तत्र तस्मिन् तत्र हा यत्र भारतयुद्धं जातं भारतयुद्धम् इत्युक्ते महाभारतयुद्धम् इति अत्र अस्तु तत्र अग्रे कृष्णः अर्जुनः इति तयोः सम्भाषणम् अस्ति अत्र तत्र के तत्र सूर्यकुमारी भगिनी अपि उमा भगिनी पठति वा एतत् सम्भाषणम् उच्चैः पठत अहं कृष्णः अहं यद्यस्ति तत् सर्वम् उक्तवान् भवतः इतोपि सन्देहाः न सन्ति खलु नास्ति कृष्ण अहं पूर्वस्य अपेक्षया सर्वं सम्यक् अवगच्छामि किन्तु मया किं करणीयम् इति भवान् वदतु प्रायशः किं किं वक्तव्यं तत् सर्वम् अहम् उक्तवान् भवतः विवेकः अस्ति खलु मम कथनस्य अपेक्षया भवान् स्वयं विचिन्त्य यथा इच्छति तथा करोतु हे भगवन् इदानीम् अहं स्मृतिं प्राप्तवान् अहं भवतः वाक्यं निश्चयेन पालयामि समीचीनं धन्यवादः अस्तु अत्र रक्तवर्णे अव्ययानि दत्तानि तत्र खलु अपेक्षया प्रायशः अपि किं निश्चयेन इति किन्तु अपि अस्ति किन्तु किन्तु निश्चयेन प्रायशः खलु अपेक्षयति अस्तु तत्र प्रथमतया तत्र वाक्यानि यानि सन्ति अवगच्छामः वा सर्वे यद् अस्ति यद् अस्ति तत् सर्वम् उक्तवान् यद् यद्यत् अस्ति तत् सर्वम् उक्तवान् भवतः इतोपि सन्देहाः न सन्ति खलु भवतः इत्युक्ते तत्र किमस्ति षष्टि अतः सन्देहाः अर्जुनस्य सन्देहाः न सन्ति खलु इतोपि सन्देहाः एतावत् सर्वे सन्देहाः एव आसन् किन्तु सः पृच्छति इतोपि सन्देहाः न सन्ति खलु इति ततः अर्जुनः वदति नास्ति कृष्ण अहं पूर्वस्य अपेक्षया सर्वं सम्यक् अवगच्छामि किन्तु मया किं करणीयम् इति भवान् वदतु भवान् सर्वम् उक्तवान् किन्तु एतदपि वदतु अहं सर्वम् अवगच्छामि किन्तु किं करणीयम् इति तदपि वदतु इति कृष्णः वदति प्रायशः किं किं वक्तव्यं तत् सर्वम् अहम् उक्तवान् पुनः तत् किं यद् अस्ति तत् सर्वम् उक्तवान् अत्र इदानीं कृष्णः अपि प्रायशः इति उक्त्वा किं किं वक्तव्यं तत् सर्वम् अहम् उक्तवान् भवतः विवेकः अस्ति खलु मम कथनस्य अपेक्षया भवान् स्वयं विचिन्त्य इत्युक्ते विवेकेन चिन्तनं कृत्वा यथा इच्छति तथा करोतु इति हे भगवन् इदानीम् अहं स्मृतिं प्राप्तवान् स्मृतिं प्राप्तवान् इत्युक्ते तत्र किम् ज्ञानं क्लेशः इदानीम् अपगच्छति अपागच्छत् धन्यवादः महोदय अहं भवतः वाक्यं निश्चयेन पालयामि इति अस्तु तत्र खलु अपेक्षया किन्तु सर्वं तत्र सर्वम् अव्ययम् एव किन्तु तत्र एकः प्रश्नः अस्ति अव्ययविषये समानता अस्ति वा इत्युक्ते सर्वत्र अव्ययम् अव्ययस्य परिवर्तनं तु न भवति, किन्तु यथा एकस्य अव्ययस्य प्रयोगः भवति तादृश एव अन्यस्य अव्ययस्य अपि भवति वा? न, अत्र प्रत्येक अव्ययस्य नियमः अस्ति तत्र, एतत् जानीमः, केवलं वदामि किन्तु सर्वे जानन्ति, तत्र अपेक्षया इति अव्ययमस्ति चेत् किं भवति? तस्य परिवर्तनं न भवति, तत्तु अव्ययं, किन्तु किं भवति अपेक्षया अस्ति चेत्? तस्य पूर्वपदस्य षष्ठीविभक्ति भवितव्यम् इति नियमः. अपि तादृश अन्यत् किम् अस्ति तत्र? अन्यत् तत्र वयं दृष्टवन्तः सम्बद्ध इति, यथा तथा यत्र तत्र, तत्रापि नियमः अस्ति. अन्यत् तत्र किं निश्चयेन पालयति इति, तत्र किं भवति, तत्र किमपि भवति वा? कर्मपदं सः, हा, वाक्यं निश्चयेन, निश्चयेन करोमि अथवा तत्र, तत्र सर्वदा तत् किं भवति, पालयामि, निश्चयेन पालयामि, तत्र हा तत्तु किं भव भगिनि न न निश्चयेन इति हा अस्तु अस्तु तत्र तत्रापि किञ्चित् वक्तव्यमस्ति. निश्चयेन इति तत्र रक्तवर्णे दत्तमस्ति, तत् अव्ययमस्ति. अव्ययं किन्तु अपि तृतीया, अपि तृतीया अस्तु. अपि तृतीया इत्युक्ते किम्? अन्यविभक्तिरूपं नास्ति किन्तु तृतीया एव अव्ययं भवति. न न तादृशं नास्ति भगिनि, तत्र तत्र अस्तु, तत्र किञ्चित् क्लेशः अस्ति. अस्तु एतद् वदामि, तत्र एतत् तृतीयविभक्ति अस्ति चेत् प्रथमविभक्तिरूपं किं भवति? निश्चयः इति, निश्चयः इति खलु. अस्तु तत्र किम् अस्ति, तत्र निश्चयेन इति यथा भवत्या उक्तं तत् सत्यमेव, तत्र निश्चयेन इति पदस्य अर्थद्वयमस्ति. एकमस्ति निश्चयेन इति अव्ययम् इत्युक्ते सर्टन्लि इति अर्थे, तत्र अव्ययम्. अन्यत् अस्ति निश्चयेन इति, तद् अस्ति तृतीया विभक्ति रूपं निश्चयः इति पदस्य. अस्तु तत्र उदाहरणार्थं वदामि, तत्र युधिष्ठिरः अस्ति इति चिन्तयामः, युधिष्ठिरः अत्र अस्ति, सः किमपि निश्चयं कृतवान्, तेन निश्चयेन सः अर्जुनं वदति वयम् एतत् कुर्मः इति. तत्र निश्चयः अस्ति, तेन निश्चयेन अन्यत् किमपि भवति, तद् सः एकः अर्थः. किन्तु तत्र सर्टन्लि इति नास्ति खलु तत्र? ओ, बै मीन्स् आफ् डिसिशन्, बै हिस् डिसिशन् इति, तद् सः एकः अर्थः, किन्तु तत्र सर्टन्लि इति अर्थः नास्ति खलु, अतः अर्थभेदः अस्ति खलु. अतः निश्चयेन इति एकं रूपम् अस्ति अव्ययं, तस्य अर्थः भिन्नः. निश्चय इति पदस्य तृतीयविभक्तिरूपं तदपि अस्ति, रूपसमानमस्ति, किन्तु अर्थभेदः अस्ति, अपि व्याकरणदृष्ट्यापि भेदः अस्ति. एकमस्ति अव्ययम्, अन्यत् अस्ति तृतीयविभक्तिरूपं नामपदं, नामपदं तत्र विभक्ति इति. समीचीनं वा गीतञ्जलि भगिनि? धन्यवादः. तत्र निश्चयेन इति तद् किञ्चित् क्लेशः एव अस्ति तत्र, निश्चयेन इति पश्यामः, एतत् तृतीयविभक्तिरूपम् इति चिन्तयामः, किन्तु एतद् अत्र अव्ययम् इति. अस्तु तत्र अग्रे गच्छामः वा अथवा किम् अत्र? हा अस्तु, निमेषद्वयम् अस्ति, तत्र अग्रे यः श्लोकः अस्ति तद् न न तत्र अभ्यासः कुर्मः तत्र, हा नो चेत् किन्तु निश्चयेन तत् सर्वं विस्मरामः। तत्र सरला भगिनी, अभ्यासः अग्रिमपुटे अस्ति, प्रथम अभ्यासः पठति वा भगिनि? किन्तु निश्चयेन प्रायश्चः अपेक्षया खलु एतेषु योग्यं शब्दं स्वीकृत्य रिक्तस्थानानि पूरयत। यथा अर्जुनः धीरः आसीत् किन्तु बान्धवान् दृष्ट्वा चञ्चलः अभवत्। अत्र किन्तु इति भवति अव्ययव ज्ञानमार्गस्य अपेक्षया भक्तिमार्गः सरलः। अत्र ज्ञानमार्गस्य तत्र षष्ठी विभक्तिः आगच्छति, तस्य अपेक्षया भक्तिमार्ग द्वयोः मध्ये किं भेदमस्ति तत् दत्तमस्ति। समीचीनं भगिनि, समीचीनं, धन्यवादः। अस्तु रघुपति महोदय अग्रे। एकनिमिषं, गीतोपदेशेन अर्जुनस्य विषादः नष्टः खलु? हा नष्टः खलु, समीचीनं महोदय, हा समीचीनं, हा अस्तु अग्रे गीताञ्जलि भगिनि। विश्वरूपदर्शनेन अर्जुनः भीतः जातः। विश्वरूपदर्शनेन अर्जुनः निश्चयेन भीतः जातः। हा निश्चयेन भीतः जातः, समीचीनं भगिनि, हा अस्तु अग्रे उमा भगिनि। द लास्ट् वन् लेफ्ट्, प्रायशः भगवद्गीता प्रायशः तत्र अर्थद्वयमासीत् भगिनि भवत्याः वाक्ये। हा अस्तु, हा भगवद्गीता प्रायशः सर्वासु भाषासु अनूदिता अस्ति। हा अनूदिता इत्युक्ते ट्रान्स्लेटेड्, अनुवादं कृतम्। हा अनुवादं कृतम् इति, समीचीनं भगिनि, हा सर्वासु भाषासु अनूदिता अस्ति, हा प्रायशः सत्यमेव, प्रायशः इति सम्यक् अस्ति अत्र, समीचीनं भगिनि, हा समीचीनम् अस्तु। There is no समीचीनम् अत्र, किन्तु ते न वदन्ति खलु एकस्य प्रयोगः एकस्मिन् वाक्ये एव भवति इति, सामान्यतया सत्यं सत्यं, हा मेण्टालिटि किम् किम् अस्ति, हा तत्र चाय्स् अस्ति चेत्, मल्टिपल् चाय्स् अस्ति चेत्, अस्तु भगिनि समीचीनमेव, अस्तु अस्तु अस्तु, तर्हि तत्र केवलं पुटद्वयं कृतं किन्तु बहु बहु सम्यक्तया चर्चा अभवत् इति मन्ये। अस्तु तर्हि, अस्तु तर्हि समयः जातः, अग्रिमवर्गे मिलामः, सर्वेभ्यो नमः, धन्यवादः, नमस्कारः, धन्यवादः, नमस्कारः भगिनि।